पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 79 ईश्वर उवाच शालग्रामे मणौ यं ते मण्डले प्रतिमासु च नित्यं तु श्रीहरेः पूजा केवले भवनेन तु गण्डक्यामेकदेशे तु शालग्रामस्थलं महद पाषाणं तद्भवं पादु शालग्राममिधि स्थितं शालग्रामशिलास्पर्शात्कोटिजन्माखनाशनं किं पुनर्पूजनं तत्र हरे सान्निध्यकारणं शालग्रामैकयजनाच्छदलिङ्गीफलं लभेद बहुभिर्जन्मभिपुण्यायैर्यदि कृष्णशिलां लभेद गोष्पदेन च चिह्नेन जनुस्तेन समाप्यते आदौ शिलां परीक्षेद स्निग्धां श्रेष्ठां च मेचकाम् आकृष्णामध्यमा प्रोक्ता मिश्रा मिश्रफलप्रदा सदा काष्ठे स्थितो वह्निर्मथनेन प्रकाश्यते यथा तथा हरिर्व्यापी शालग्रामे प्रदीयते प्रत्यहं द्वादशशिला शालग्रामस्य योर्चयेत् द्वारवत्या शिलायुक्ता स वैकुण्ठे महीयते शालग्रामशिलायां तु गह्वरं लक्षते नरः पितरस्तस्य तिष्ठन्ति तृप्ता कल्पान्तकं दिवि वैकुण्ठभवनं तत्र यत्र द्वारवदी शिला मृदो विष्णुपुरं व्याधि तत्तीर्थं योजनत्रयं जपः पूजा च होमश्च सर्वं कोटिगुणं भवेद मनस्कामसमाभीष्टं क्रोशमात्रं न संशयः कीडकोऽपि मृदिं व्याधि वैकुण्ठभवनं यदः शालग्रामशिलायां यो मूल्यमुत्खाडयेन्नरः विक्रेता चानुमन्ता च यः परीक्षानुमोदकः सर्वे ते नरकं यान्ति यावत् सूर्यश्च सम्प्लवः अधस्तद्वर्जयद्देवि चक्रक्रयणविक्रयं शालग्रामोद्भवो देवो यो देवोद्वारकोद्भवः उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः द्वारकोद्भवचक्राढ्यो बहुचक्रेण चिह्नितः चक्रासनशिलाकारचित्स्वरूपो निरञ्जनः नमोऽस्त्वेकाङ्ग्ररूपाय सदानन्दस्वरूपिणे शालग्राममहाभागभक्तस्यानुग्रहं कुरु तवानुग्रहकामस्य ऋणग्रस्तस्य मे प्रभो अधः परं प्रवक्ष्यामि तिलकस्य विधिं मुदा यच्छ्रुत्वा मानवाः सर्वे विष्णुसारूप्यमाप्नुयुः ललाडे केशवं विद्यात् कण्ठे श्रीपुरुषोत्तमं नाभौ नारायणं देवं वैकुण्ठं हृदये तथा दामोदरं वामपार्श्वे दक्षिणे च त्रिविक्रमं मूर्ध्नि चैव हृषीकेशं पद्मनाभं च पृष्ठतः कर्णयोर्यमुनां गङ्गां बाह्वोः कृष्णं हरिं तथा यथास्थानेषु तुष्यन्ति देवता द्वादश स्मृताः द्वादशैतानि नामानि कर्तव्ये तिलके पठेत् सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ऊर्ध्व पुण्ड्रमूर्ध्वरेखं ललाडे यस्य दृश्यते चाण्डालोऽपि सशुद्धात्मा पूज्य एव न संशयः यस्योर्ध्वपुण्ड्रं दृश्येत न ललाडे नरस्य हि तद्दर्शनं न कर्तव्यं दृष्ट्वा सूर्यं निरीक्षयेद त्रिपुण्ड्रं यस्य विप्रस्य ऊर्ध्वपुण्ड्रं न दृश्यते तं दृष्ट्वा प्यथवा स्पृष्ट्वा स चैलं स्नानमाचरेद सान्दरालं प्रकर्तव्यं पुण्ड्रं हरिपदाकृति निरन्तरालं ह्यकुर्यादूर्ध्वपुण्ड्रं द्विजाधमः ललाडे तस्य सददं शुनः पादो न संशयः नासादिकेशपर्यन्तमूर्ध्वपुण्ड्रं सुशोभनं मध्ये छिद्रसमयुक्तं तं विद्याधरिमन्दिरम् वामभागे स्थितो ब्रह्मा दक्षिणे तु सदाशिवः मध्ये विष्णुं विजानीयात् तस्मान्मध्यं न लेपयेद वीक्ष्यादर्शे जले वापि यो विदध्यात् प्रयत्नतः ऊर्ध्वपुण्ड्रं महाभागः सयादि परमां गतिम् अग्निरापश्च वेदाश्च चन्द्रादित्यौ तथानिलः विप्राणां नित्यमे देहि कर्णे तिष्ठन्ति दक्षिणे गङ्गा च दक्षिणे श्रोत्रे नासिकायां कृदाशनः उभयोरपि संस्पर्शात् तत्क्षणादेव शुध्यति कृत्वा चैवोदकं शङ्खे वैष्णवानां महात्मनां तुलसीमिश्रितं दद्यात् पिबेन्मूर्ध्नाभिवन्दयेद् प्राश्नीयात् प्रोक्षयेद्देहं पुत्रमित्रपरिग्रहं विष्णोः पादोदकं पीतं कोटिजन्माखनाशनं तदेवाष्टगुणं पापं भूमौ बिन्दुनिपातनाद जलशङ्कं करे कृत्वा स्तुत्वा नत्वा प्रदक्षिणं सततं धार्यते वारि तेनाप्तं जन्मनफलं शङ्को यस्य गृहे नास्ति खण्डा वा गरुडान्विदा पुरदो वासुदेवस्य न स भागवतकलौ यानैर्वा पादुकाभिर्वा यानं भगवदो गृहे देवोत्सवेष्वसेवा च अप्रणामस्तदग्रदः उच्छिष्टे चैव च शौचे भगवद्वन्दनादिकम् एकहस्तप्रणामश्च तत्पुरस्तत्प्रदक्षिणं पादप्रसारणं चक्रे तथा पर्यङ्गसेवनं शयनं भक्षणं चापि मिथ्याभाषणमेव च उच्चैर्भाषामिधो जल्पो रोदनानि च विग्रहः निग्रहानुग्रहौ चैव स्त्रीषु च क्रूरभाषणं केवलावरणं चैव परनिन्दा परस्तुतिः अश्लीलभाषणं चैव अधो वायुविमोक्षणं शक्तौ गौणोपचारश्च अनिवेदितभक्षणं तत्तत्कालोद्भवानां च फलादीनामनर्पणं विनियुक्तावशिष्टस्य प्रदानं व्यञ्जनस्य यद् स्पष्टीकृत्याशनं चैव परनिन्दा परस्तुतिः गुरौ मौनं निजस्तोत्रं देवतानिन्दनं तथा अपराधास्तथा विष्णोर्द्वात्रिंशत्परिकीर्तिताः अपराधसहस्राणि क्रियन्ते हर्निशं मया तवाहमिति मां मत्वा क्षमस्व मधुसूदन इति मन्त्रं समुच्चार्य प्रणमे दण्डवद्भुवि अपराधसहस्राणि क्षमदे सर्वदा हरिः सायं प्रादर्द्विजातीनां श्रुत्युक्तमशनं तथा विष्णुभक्तावशिष्ठस्य दिनपापात् प्रमुच्यते अन्नं ब्रह्मारसो विष्णुः खादयेन्मां समुच्चरन् एवं ज्ञात्वा तु यो भुङ्क्ते सोऽन्न दोषैर्न लिप्यते अलाबुं वर्तुलाकारं मसूरं च सवल्कलं तालं शुक्लं च वृन्ताकं न खादेद्वैष्णवो नरः वडाश्वत्थार्कपत्रेषु कुम्भी तिन्दुकपत्रयोः कोविदारे कदम्बे च न खादेद्वैष्णवो नरः श्रावणे वर्जयेच्छाकं दधि भाद्रपदे त्यजेत् आश्विने मासि दुग्धं च कार्तिके चामिषं त्यजेत् दग्धमन्नं तु जम्बीरं यद्विष्णोरनिवेदितं बीजपूरं च शाकं च प्रत्यक्षलवणं तथा यदि दैवाच्च भुञ्जीत तदा तन्नाम संस्मरेद हैमन्तिकं सिदास्विन्नं धान्यं मुद्गास्थिलायवः कलापकङ्गुनिवारा शाकं च हिलमोचिका कालशाकं च वास्तूकं मूलकं रक्तकेतरं लवणे सिन्धुसामुद्रे गव्ये च दधिसर्पिषी पयोनुद्धृतसारं च पनसाम्रहरीतकी पिप्पलीजीरकं चैव नागरङ्गकतिन्तिडी कदलीलवली धात्री फलान्यगुडमैक्षवम् अतैलपक्वं मुनयो हविष्यान्नं प्रचक्षते तुलसीपत्रपुष्पाद्यमाल्यं वहदि यो नरः विष्णुं तमपि जानीयात् सत्यं सत्यं न संशयः धात्रीवृक्षं समारोप्य विष्णुतुल्यो भवेन्नरः कुरुक्षेत्रं विजानीयात् सार्धं हस्तशतत्रयं तुलसी काष्ठखडिदैरुद्राक्षाकारकारितैः निर्मितां मालिकां कण्ठे निधायार्चनमारभेद तथा मलकमालां च सम्यक् पुष्करमालिकां कण्ठे मालां च यत्नेन धारयेद्विष्णुपूजकः निर्माल्यं तुलसीमाल्यं शिरस्यापि च धारयेद् निर्माल्य चन्दनेनाङ्गमाङ्गये तस्य नामभिः ललाडे जगदाधार्य मूर्ध्नि चापं शरस्तथा नन्दकं चैव हृन्मध्ये शङ्खं चक्रं भुजद्वये शङ्खचक्रान्विदो विप्रः श्मशाने म्रियते यदि प्रयागे या गतिप्रोक्ता सा गतिस्तस्य निश्चिता यो धृत्वा तुलसीपत्रं शिरसा विष्णुतत्परः करोति सर्वकार्याणि फलमाप्नोति चाक्षयम् तुलसीकाष्ठमालाभिर्भूषितकर्म आचरन् पितॄणां देवतानां च कृतं कोटिगुणं भवेद् निवेद्य केशवे मालां तुलसीकाष्ठनिर्मितां वहदेयो नरो भक्त्या तस्य नश्यति पादकं पाद्यादिभिराधाभ्यर्च्य इमं मन्त्रमुदीरयेद् या दृष्टा निखिलाख शङ्खशमनी स्पृष्टा वपुः पावनी रोगाणामभिवन्दिता निरसनी सिक्तान्तकत्रासिनी प्रत्यासक्तिविधायिनी भगवदकृष्णस्य संरूपिता न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्य नमः इति श्रीपद्मपुराणे पादालखण्डे वृन्दावनमाहात्म्ये देवीश्वरसंवादे तिलकादि निर्णयो नाम नवसप्ततितमोऽध्यायः ॐ